सर्वेषां स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. मन्त्रे तीर्थे देवे दैवज्ञे भेषजे गुरौ यादृशी भावना यस्या सिद्धिर्भवति तादृशी. इत्युक्ते अत्र अस्मिन् श्लोके मन्त्रे तीर्थे देवे दैवज्ञे भेषजे गुरौ एतानि षट् पदानि उक्तानि, एतानि सप्तमीविभक्त्यन्तरूपाणि. अत्र नूतनं पदं दैवज्ञः इति पदमस्ति. इत्युक्ते भविष्यवक्ता इति अर्थः. अपि च अत्र भेषजे इति पदमस्ति. भेषजे इत्युक्ते औषधं, भेषजम् इत्युक्ते औषधम् इति अर्थः. अत्र साधारणतया वयं शृणुमः भिषक् जकारान्तपदं, तत्र भिषक् इत्युक्ते वैद्यः. तत्र तत्पदं कथम् आगतम् इत्युक्ते बिभेति अस्मात् रोगः, भेषज इति अर्थः तत्र. तथा एव भेषजम् इत्युक्ते भेषं रोगमयं जयति इति. भेषजम् इत्युक्ते भेषं रोगमयं जयति, अत्र भेषजम् इति अर्थः. अत्र अस्मिन् श्लोके किम् उक्तमस्ति इत्युक्ते यदा वयं मन्त्रम् उच्चरामः, तीर्थयात्रां कुर्मः, देवपूजां कुर्मः, अथवा दैवज्ञस्य पार्श्वे गत्वा किमपि ज्ञातुमिच्छामः, अथवा वैद्यस्य समीपं गत्वा किमपि औषधं स्वीकर्तुमिच्छामः, तदा अपि च गुरोः आश्रयं प्राप्य तत्र किमपि गुरुमुखात् ज्ञातुमिच्छुकाः भवामः, तदा अस्माकं मनसि कीदृशी भावना अस्ति इत्यस्य प्राधान्यमस्ति. इत्युक्ते तं मन्त्रं प्रति वा अथवा गुरुं प्रति अथवा औषधं प्रति अस्माकं भावना कीदृशी इति तस्य प्राधान्यता अस्ति. यदि अस्माकं मनसि सद्भावना अस्ति चेत्, यदि सद्भावना अस्ति तर्हि तेषां वचनानि अमूल्यानि इति मत्वा वयं सम्यक् आचर्य उत्तमं फलं प्राप्तुं शक्नुमः. यदि अस्माकं मनसि सद्भावना नास्ति तर्हि वयं किमपि न कुर्मः इति वयं जानीमः. केवलं तेषां वचनानि शुष्काणि इति मत्वा अवधानम् अदत्वा तस्य आचरणं न कुर्मः. यदा वयं नाचरामः तदा फलं प्राप्तुं न शक्नुमः इति वयं सर्वे ज्ञातवन्तः इति तु अस्माभिः अवगतम् एव. तदेव अस्मिन् श्लोके चाणक्यनीतिः इति ग्रन्थे चाणक्यः तदेव अस्मिन् श्लोके उक्तवान्. अत्र अद्य किमर्थम् इमं श्लोकं स्मरामि इत्युक्ते अद्य अस्माकं नूतनविषयः अस्ति कीदृश. तत्र कानिचन पदानि सन्ति, कीदृश, ईदृश, तादृश, एतादृशानि पदानि सन्ति. तानि पदानि किञ्चित् पठेम. अत्र श्लोके किमुक्तमस्ति इत्युक्ते यस्य भावना यादृशी अस्ति तादृशी सिद्धिः एव भवति इति सः उक्तवान्. अत्र यादृशपदं विशेषणमस्ति इति कृत्वा, तत्र भावना इति शब्दस्य विशेषणम् अस्ति इति कृत्वा स्त्रीलिङ्गे प्रयुक्तमस्ति. अत्र अत्र अभ्यासपुस्तके कीदृश इति पदमस्ति. तत्र पदं कथं निष्पन्नं भवति इति पश्यामश्चेत् तत्र किम् इति पदं मकारान्तपदं, किं योगः दृष् धातुः, अपि च प्रत्ययः अस्ति, अन्यः प्रत्ययः अत्र कीदृश. अत्र तस्मिन् एव अर्थे कीदृक्ष इति पदमपि अस्ति, कीदृक्, तत्र दृष् धातोः रूपं. किन्तु अत्र अस्माकम् अभ्यासपुस्तके कीदृश, तादृश, एतेषां पदानां विषये किञ्चित् पठेम अद्य. अपि च गते सप्ताहे वयं रुचिवाचकशब्दानां विषये किञ्चित् अस्माभिः अधीतं. तत्र अस्माकं ज्येष्ठाः किं वदन्ति, नित्यं षडशोपेतभोजनं खादनीयम् इति ते वदन्ति. तत्र पश्यन्तु, षट् इति सङ्ख्यावाचकपदम्, अपि च रस इत्युक्ते रुचिः, उपेत उपेत इत्युक्ते समन्वित, षड् रस उपेत, भोजनम् इति ल्युडन्तपदम् इत्युक्ते नित्यं षड्रसोपेतभोजनं खादनीयम् आरोग्याय इति अर्थः. अत्र उपेत इति पदम् उपसर्गपूर्वकः, इङ्गतौ इन् धातुः, तत्र लट्लकाररूपमस्ति, एति इति रूपमस्ति, तत्र इङ्गतौ धातोः रूपमेव एति. अत्र उपेत इति पदम् उपसर्गपूर्वकः, इण् धातुः कृतान्तरूपं, तादृशरीत्या रूपाणि भवन्ति. यदि वयं आङ्ग्लभाषायां किं वदामः, एटिमालजि, शब्दव्युत्पत्तिशास्त्रं, पदं कथं निष्पन्नं भवति इति वयं जानीमश्चेत् बहु सम्यक् भवति इति मम आशयः. अतः वदामि. अपि च सर्वेषां पार्श्वे अभ्यासपुस्तकमस्ति इति अहं चिन्तयामि. अधुना अभ्यासपुस्तके अत्र 28.1 त्रिषष्टितमं पुटं पश्यन्तु, तत्र किमस्ति इति एकवारं पश्येम. अस्तु, त्रिषष्टितमं पुटम् उषा भगिनी भवती पठतु. अत्र सम्भाषणमस्ति 28.1 भागे. आं भगिनि. अपि च सम्भाषणमस्ति इति कृत्वा आपणिकः अपि च रमा तयोर्मध्ये सम्भाषणमस्ति, अतः भवती रमा अपि च आचार्यमहोदयः आपणिकः. भवती किम् इच्छति? अहं पाञ्चालिकाम् इच्छामि. कीदृशपाञ्चालिकाम् इच्छति? पश्यतु, ईदृशपाञ्चालिकाम् इच्छामि, अस्ति वा? अस्ति, परन्तु तादृशपाञ्चालिकायाः मूल्यं 20 रूप्यकाणि. दर्शयतु भोः. किं भोः, मम सखी अपि ह्यः ईदृशपाञ्चालिकाम् एव कृतवती, तस्याः मूल्यं तु 10 रूप्यकाणि एव. प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्. ईदृशपाञ्चालिका एव भोः, अहं सम्यक् जानामि. तर्हि 15 रूप्यकाणि ददातु, नयतु. न न, 15 रूप्यकाणि अधिकानि, अहं तु 10 रूप्यकाणि ददामि. भवतु, पाञ्चालिकां स्वीकरोतु. अस्तु, उत्तमम्, उत्तमरीत्या सम्यक्. भगिनी, अत्र एकं चित्रमस्ति, चित्रस्य विषये किञ्चित् वदतु, स्वस्य वाक्यैः किञ्चित् वदतु. अत्र किम् अस्ति चित्रे, भवती किं दृष्टवती? एका बालिका आपणिकम् आपणे अस्ति. सा आपणिक सह वार्तां कृतवती. तस्य बालिकायाः हस्तेन एकं एका पाञ्चालिका अस्ति. आपणे बहूनि डाल्स् पाञ्चालिका सन्ति बह्व्यः भगिनि हकारः वकारः यकारः बह्व्यः बह्व्यः अत्र बह्वि इत्यस्य बह्व्य इति बहुवचनम् अस्ति न आम् आं महोदय स्त्रीलिङ्गे यथा लघ्वि लघुशब्दस्य रूपं लघ्वि बहुशब्दस्य रूपं स्त्रीलिङ्गे बहुवचने बह्व्यः पाञ्चालिकाः सन्ति वदतु पाञ्चालिकाः सन्ति एकः मर्कट पाञ्चालिका अपि अस्ति तत्र क्रिकेट् कन्दुकः इति किमपि क्रिकेट् कन्दुकः अस्ति बेट् इत्युक्ते किं वदामि बहिनि क्रिकेट् बेट् किं वदामः द्रष्टव्यं किमपि क्रिकेट् बेट् अस्ति शटल् रेकेट् सन्ति अस्तु इत्युक्ते शुनक अस्ति गजा अस्ति शुनक गजा लैक् अधः हाथी एलिफेन्ट् गजस्य पाञ्चालिका अस्ति शुनकस्य पाञ्चालिका अपि अस्ति इत्युक्ते अत्र एकः आपणः अस्ति आपणे बालिकायाः नाम रमा अत्र आपणिकः बालिका आपणिकं पृच्छन्ती अस्ति अत्र सः के प्रथमतया सः पृष्टवान् अत्र प्रथमं वाक्यं पश्यतु भवती किमिच्छति अत्र किम् इति पदं किमर्थं दत्तमस्ति भवती किम् इच्छति किम् अहं पाञ्चालिकाम् इच्छामि किम् इत्युक्ते कः अत्र वदतु अहं प्रयत्नं करोमि भगिनि यदि न जानामि स्त्रीलिङ्गे पुंलिङ्गे अस्ति वा न वा तदनन्तरं नपुंसकलिङ्ग् पदम् उपयोगं कुर्मः उत्तमं यदि वयं न जानीमः तस्य लिङ्गं किम् इति न जानीमः तदापि किम् इति उपयोगं कुर्मः अपि च अत्र इष् धातुः इष् धातोः रूपम् इच्छति अत्र इच्छति सकर्मकधातुः अतः द्वितीयं वाक्यं पश्यन्तु अत्र पाञ्चालिकाम् इच्छामि तस्मिन् वाक्ये कर्मपदं किं पाञ्चालिकाम् इत्युक्ते अत्र इष् धातुः सकर्मक अकर्मक अस्ति चेत् कर्मपदं नास्ति न बहिनी सकर्मकक्रियापदमस्ति चेत् अकर्मकक्रियापदमस्ति चेत् तत्र कर्मपदं न सम्भवति किन्तु इष् धातुः सकर्मकधातुः इष् धातोः रूपमेव इच्छति इति अस्ति अत्र पाञ्चालिका इति पदमस्ति तत्र पाञ्चालिका इति पदं कथं लिखितमस्ति वयं पूर्वमेव ज्ञातवन्तः तस्मिन् विषये तत्र परसवर्णसन्धिः अस्ति अनुस्वारस्य ययि परसवर्णः तत्र अनुस्वारस्य स्थाने परसवर्णादेशः अभवत् चवर्गीयव्यञ्जनम् आगतम् अत्र कीदृशपाञ्चालिकाम् इच्छति अत्र कीदृशपाञ्चालिकाम् इच्छति तत्र कीदृश इत्युक्ते भवती किम् अवगतवती कीदृश मीन्स् विच् कैण्ड् आफ् तदा सा किं वदति ईदृशपाञ्चालिकाम् इच्छामि लैक् तत्र तस्य बालिकायाः हस्ते एक पाञ्चालिका अस्ति, तत् बालिका इच्छति तदेव तादृशी पाञ्चालिका इच्छति. भगिनि अत्र अत्र पाञ्चालिका अस्ति, पाञ्चालिका अस्ति, स्त्रीलिङ्ग अस्ति, विशेषणं भवति वा कीदृश इति? स्त्रीलिङ्ग नास्ति वा? कीदृशी कथं भवति? कीदृशी, कीदृशं, कीदृशः इति अत्र अत्र अत्र विशेषणत्वेन न प्रयुक्तमस्ति. अहं चिन्तयामि अव्ययपदम् अव्ययपदम् इति कीदृश, ईदृश, तादृश एतानि पदानि अत्र विशेषणत्वेन न सन्ति. नो चेत् तत्र ईदृशीं पाञ्चालिकाम् इति वक्तव्यम्, किन्तु तथा न लिखितमस्ति. अतः अहं चिन्तयामि अव्ययं रूपेणापि तस्य उपयोगः भवति इति अहं चिन्तयामि. उत्तमम्. अग्रिमे पुटे इतोपि सम्भाषणमस्ति. अत्र तादृशपाञ्चालिकायाः मूल्यं 20 रूप्यकाणि इति आपणिकः वदति. अत्र दर्शयतु भोः, अत्र दर्शयतु इति पदस्य विषये किञ्चित् वदतु भगिनि. लोट् लकारः अस्ति, दर्शयतु. वटतु पुरुषे एकवचने दर्शयतु लोट् लकार. लोट् लकार, उत्तमम्. अत्र साधारणरूपं पश्यति, णिजन्तरूपं दर्शयति. अत्र एकं वक्तुम् इच्छामि. अत्र वयं जानीमः एव संस्कृतभाषायां 10 धातुगणाः सन्ति, तेषु अन्यतमः चुरादिगणः. चुरादिगणे धातवः कथयति, चोरयति, तादृशधातवः, चुर्धातुः, तादृशधातवः सन्ति. चुरादिगणे साधारणलट्रूपम् अपि च णिजन्तरूपं समानं. तत्र सर्वदा णिच् विधीयते, इत्युक्ते चुरादिगणे सर्वदा णिच् भवति, प्रेरणार्थे अपि च स्वार्थे, द्वयोः कृते णिच् विधीयते चुरादिगणे. किन्तु अन्येषु गणेषु केवलं प्रेरणार्थे एव णिच् विधीयते. अत्र दर्शयति इति रूपं णिजन्तरूपं, दृश् धातोः रूपम्. इत्युक्ते अहं किं वक्तुमिच्छामि इत्युक्ते चुरादिगणे सर्वत्र साधारणरूपेषु अपि स्वार्थे अपि च प्रेरणार्थे णिच् विधीयते, किन्तु अन्येषु गणेषु तादृशं कार्यं न भवति, केवलं प्रेरणार्थे एव णिच् विधानं भवति. अतः अत्र दर्शयति इति दृश् धातोः रूपम् उक्तमस्ति. साधारणरूपं भिन्नं, पश्यति यदा वयं जानीमः. अत्र यदा सा बालिका तादृशरीत्या उक्तवती तदा आपणिकः किं करोति? आपणिकः दर्शयति. किं दर्शयति? पाञ्चालिका. पाञ्चालिकां दर्शयति. तत्र वाक्यं कथं वक्तव्यम्? तत्र वाक्यं कथं वक्तव्यम्? निजन्तवाक्यं मम सखी अपि पाञ्चालिकाम् एव कृतवती. अत्र आपणिकः दर्शयति इति आवरणे लिखितमस्ति. आपणिकः किं दर्शयति? आपणिकः पाञ्चालिकां दर्शयति. अपि च तत्र कां दर्शयति? बालिकां दर्शयति. बालिकां दर्शयति इत्युक्ते तत्र द्विकर्मकवाक्यं सम्भवति. आपणिकः बालिकां पाञ्चालिकां दर्शयति. तत्र साधारणतया निजन्तरूपेषु तत्र द्विकर्मकवाक्यं सम्भवति. इत्युक्ते अत्र प्रयोज्य प्रधानकर्मपदम् अन्यकर्मपदम् प्रयोजकर्ता प्रयोजककर्ता अत्र आपणिकः प्रयोजककर्ता बालिका प्रयोज्यकर्ता तत्र साधारणतया तृतीयाविभक्तिः भवति परन्तु परिगणितेषु स्थलेषु द्वितीयाविभक्तिः भवति यत्र तदर्थमेव अत्र णिजन्तवाक्यं कथं भवति इत्युक्ते आपणिकः बालिकां पाञ्चालिकां दर्शयति तत्र एकं सूत्रमस्ति दृशेश्च इति सूत्रमस्ति दृशेश्च इति सूत्रेण तत्र प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति इति सूत्रमस्ति अन्यत् सूत्रमपि अस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्तासणौ इति सूत्रेण तेषु स्थलेषु अपि द्वितीयाविभक्तिः भवति प्रयोज्यकर्तुः किन्तु अत्र दृशधातुः अस्ति इति कारणतः दृशेश्च इति सूत्रेण प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तरूपं भवति तदर्थमेव आपणिकः दर्शयति पाञ्चालिकां दर्शयति बालिकां पाञ्चालिकां दर्शयति तादृशरीत्या निजन्तरूपं सम्भवति निजन्तरूपम् इत्युक्ते किं जानामि बहिनी अत्र पाठयति दर्शयति अयति चुरादिगणे अस्ति न न चुरादिगणे नास्ति तदेव अहं वक्तुमिच्छामि चुरादिगणे तत्र सर्वदा णिच् विधीयते इत्युक्ते णिजन्तरूपम् इव दृश्यते अय इति आगच्छति तत्र स्वार्थे अपि प्रेरणार्थे अपि रूपं समानं तत्र कथयति इति रूपं स्वार्थे अपि कथयति एव प्रेरणार्थे अपि कथयति एव तथा एव चोरयति चोरयति रूपमपि स्वार्थे प्रेरणार्थे समानं किन्तु अन्येषु गणेषु अत्र अय इति रूपम् अस्ति इति कारणतः चुरादिगणीयधातुः इति न वदामः अत्र दर्शयति तत्र दृष्धातुः चुरादिगणीयधातुः नास्ति अन्येषु गणेषु धातवः सन्ति किन्तु तत्र प्रेरणार्थे एव णिच् प्रत्ययं योजयामः णिच् इति एकः प्रत्ययः णिच् प्रत्ययः चुरादिगणे स्वार्थे णिच् प्रत्ययः आगच्छति न भगिनि स्वार्थे अपि च प्रेरणार्थे अपि परन्तु करपत्रे दत्तमस्ति चुरादिगणे स्वार्थे णिच् प्रत्ययः तदा विकरणप्रत्ययः शप् अस्ति आम् आम् इत्युक्ते चुरादिगणे स्वार्थे णिच् सर्वत्र णिच् विधीयते तत्र रूपं समानम् अन्येषु गणेषु केवलं प्रेरणार्थे एव णिच् विधीयते तदर्थमेव अन्येषु गणेषु सामान्यरूपं भिन्नं णिजन्तरूपं भिन्नं चुरादिगणे स्थितिः भिन्ना भगिनि अत्र यदा णिच् प्रत्ययः विधीयते तत्र अनन्तरं तत् धातुः तत्तद् गणीया भवति वा यदि वयं तुदादिगणीय निजन्तरूपं साध्यते चेत् तुदादिगणस्य विकरणप्रत्यय एव आयाति वा या यथा शप् प्रत्यय आयाति आगच्छति अत्र पाटि इति पट् निच् पाटि भवति तत्र शप् अस्ति परन्तु अन्यगणे तत्र अन्नगणकितं कथं भवति तत्र पठ् प्रथमतया पठ् इति धातोः णिच् प्रत्ययं योजयामश्चेत् तत्र णिच् इति वदामश्चेत् तत्र किं भवति चकारः अपगच्छति नकारः चकारः हलन्त्यम् इत्यनेन अपगच्छति नकारः चुटु इत्यनेन अपगच्छति तदा इकारः एव तिष्ठति तत्र पठ् पाठ् भवति णिच् तत्र वृद्धि अत्र अहं चिन्तयामि अत उपधायाः अत उपधायाः इत्यनेन तत्र पाठि भवति तदनन्तरं शप् योजनेन पाठयति इति रूपं सिद्ध्यति अहं केवलं किं वक्तुमिच्छामि अत्र इत्युक्ते अत्र अन्येषु गणेषु सामान्यरूपं निजन्तरूपं भिन्नं किन्तु चुरादिगणे रूपाणि समानानि, तत्र सन्दर्भं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः तत्र निजन्तरूपम् अस्ति वा. चोरयति इति स्वार्थे अपि च प्रेरणार्थे अपि चोरयति एव, किन्तु तत्र वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः तत्र कस्मिन् अर्थे अस्ति तत्र पदम् इति. उत्तमम्. अनन्तरम् अत्र मम सखी अपि ईदृशपाञ्चालिकाम् एव क्रीतवती इति लिखितमस्ति. अत्र क्रीतवती रूपं किं भगिनि वदत्वा वतु प्रत्यन्तरूपं क्रीतवान् कृतवती. उत्तमम्. अत्र धातुः कः अपि च लट्लकाररूपं किं कोऽपि वदतु. करोति करोति क्रीणाति क्रीतवती क्रीणाति क्रीणितः क्रीणन्ति प्रथमपुरुष एकवचनं क्रीतवती क्रीणाति क्रीणाति. अत्र कोऽपि इतोपि वदति वा क्रीधातोः रूपं विषये, नो चेत् अहं वदामि. अत्र क्रीणाति इति लट्ल क्रीणाति अत्र ध्वनिः अस्ति चेत् किञ्चित् कृपया म्यूट् कुर्वन्तु. तत्र अत्र क्रीधातोः रूपं क्रीणाति, तत्र वयं जानीमः नवमगणः क्रियादिगणः क्रियादिगणः. तत्र कथं वक्तव्यं, ककारः आकारः रेपः यकारः एकत्र एव दृश्यते तत्र क्रियादि तथा वक्तव्यं. तत्र तत्र सन्धिः भवति क्री आदि क्रियादिगणे नवमगणे एव क्रीधातुः अस्ति. क्रीधातुः उभयपदी धातुः, तत्र सकर्मकधातुः अपि च तत्र उभयपदी अस्ति इति कृत्वा क्रीणाति परस्मैपदरूपं क्रीणीते आत्मनेपदरूपम् अपि भवति. उत्तमं. तदेव. अपि च अत्र यथा भवती उक्तवती क्रीतवती क्रीतवान् तवत्वन्तरूपाणि. उत्तमम्. अत्र रूप्यकाणि अत्र णत्वं किमर्थं भगिनि वदतु. णत्वं उषा भगिनी वदति वा. आं भगिनि म्यूट् मध्ये अस्ति. रेपः अस्ति रकारः तदेव अतः णत्वं भवति तत्र. अपि च अत्र प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात् इति उक्तमस्ति. अत्र स्यात् तस्य रूपं किं स्यात् प्रथमपुरुष एकवचनं भूमा भगिनी वदतु इतोपि. स्यात् प्रथमपुरुष एकवचनं तत्र लकारः कः. लकारः लट् लकारः न भगिनी लङ् लङ् अत्र स्यात् न गीताञ्जलि भगिनी वदतु. वदतु कः वदति का उक्तवती अत्र विधिलिङ्गरूपं विधिलिङ्गरूपम्. अत्र कोऽपि वदति वा नवरूपाणि. स्यात् स्यातां स्युः स्याः स्यातां स्यात स्याम स्याव स्याम. उत्तमं. स्यां स्याम् एकवचनं उत्तमपुरुष एकवचनं स्यां स्याव स्याम. उत्तमम्. अत्र स्यात् इति दत्तमस्ति. किमर्थम् अत्र पश्यन्तु सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात् सा पाञ्चालिका तु भिन्ना इति सः वदति. उत्तमम्. अत्र किन्तु सा बालिका किं वदति ईदृशपाञ्चालिका एव भोः अहं सम्यक् जानामि इत्युक्ते भवती वदतु स्वस्य वाक्यैः. अत्र सा रमा किं वदति ईदृशपाञ्चालिका एव भोः अहं सम्यक् जानामि. मम सखी ईदृशपाञ्चालिका एव क्रीतवती, अहम् एव ईदृश पाञ्चालिका अपि इच्छामि. अहमपि ईदृशपाञ्चालिका एव इच्छामि. इत्युक्ते सा बालिका संशयं विना निर्धारितरूपेण सा वदन्ती अस्ति, ईदृशपाञ्चालिका एव मम सखी अपि क्रीतवती, तदर्थं तदेव अहं क्रेतुमिच्छामि. क्रेतुमिच्छामि उत्तमम्. अपि च अत्र इतोपि किमस्ति, तर्हि पञ्चदशरूप्यकाणि ददातु इति सः वदति आपणिकः. तदा बालिका वदति पञ्चदशरूप्यकाणि अधिकानि, अहं तु दशरूप्यकाणि ददामि इति सा. इत्युक्ते अत्र सा किं कृतवती? अत्र सः उक्तवती पञ्चदशरूप्यकाणि बहु मूल्यम् अस्ति मम पार्श्वे, मे बि मम पार्श्वे पञ्चरूप्यकाणि न अस्ति, दशरूप्यकाणि एव अस्ति इति सः वदति. सः आपणिकतः पृच्छति, दशरूप्यकाणि एव अहं ददामि इति. उत्तमम्. इत्युक्ते तत्र बालिका किं कृतवती इत्युक्ते सा मूल्यचर्चां कृतवती, शि बार्गेन्ड्. सा रमा मूल्यचर्चां कृत्वा सा दशरूप्यकाणि दत्वा बालिकां पाञ्चालिकां स्वीकरोति. इत्युक्ते सः अङ्गीकृतवान् अपि च पाञ्चालिकां दत्तवान्. उत्तमं. तत्र किमपि काठिन्यं नास्ति. अत्र तदनन्तरं भगिनी एकः प्रश्नः भगिनी, कदा वयं रेफ वदामः, रकार वदामः, भेदकः? अहं चिन्तयामि रेफः इत्युक्ते केवलं रकारः, तत्र अकारः नास्ति चेत् रेफः इति वदामः. तत् मम चिन्तनम्. केवलं हल् वर्णः एव अस्ति चेत् साधारणतया अत्र पश्यन्तु, साधारणतया ददामि, अत्र पश्यतु ददामि इति पदमस्ति, तत्र प्रथमवर्णः दकारः, दकारे तत्र दकारे तत्र अकारः अपि अस्ति, तथा अच्वर्णः नास्ति, केवलं हल् वर्णः एव वदामश्चेत् तत्र रेपः इति वदामः इति मम चिन्तनं, किन्तु तदेव मम अवगमनम्. हल् वर्ण केवलम् एव स्वर नास्ति चेत् रकार एव स्वरः. तत् मम अवगमनम्. उत्तमम्. अपि च गीताञ्जलि भगिनी भवती एव पठतु, अत्र विशेष सूचना अस्ति, तां सूचनां पठतु. विशेषसूचना ईदृश त्रिषु लिङ्गेषु अस्ति, दत्तम् ईदृशः स्यूतः, ईदृशी घटी, ईदृशं पुस्तकं. प्रथम पुंलिङ्गरूपं, द्वितीय मध्यम स्त्रीलिङ्गरूपम्, अपि च नपुंसकलिङ्गरूपम्. इत्युक्ते ईदृशपदम् उपरितनसम्भाषणे तत्र अव्ययम् इति कृत्वा तत्र लिङ्गभेदः न दृश्यते, किन्तु अत्र विशेषणत्वेन उपयोगमस्ति इति कृत्वा तत्र ईदृशः, ईदृशी, ईदृशम् तथा लिखितमस्ति. अत्र अस्मिन् सन्दर्भे रामायणस्य विषये किञ्चित् वदामः, किञ्चित् वदामि. अत्र रामायणं कीदृशं काव्यं वदतु? महाकाव्यं. रामायणं कीदृशं काव्यं भगिनी वदतु? रामायणं बहु दीर्घकाव्यम् अपि च बहु प्रसिद्धकाव्यम्. उत्तमम्. इत्युक्ते महोदय भवान् वदतु रामायणं कीदृशं काव्यम्? रामायणं बहु बहु दीर्घं काव्यम् अथवा बृहत् काव्यं. बृहत् काव्यं. विशेषण. ईदृशं काव्यम् अन्यत् काव्यम् अस्ति वा? तादृशं काव्यं नास्ति. रामायणसदृशं महाकाव्यं कुत्रापि नास्ति. तादृशं महाकाव्यं रामायणं सदृशं काव्यम् अन्यत् नास्ति. अन्यत् नास्ति तदर्थं तदर्थमेव एतादृशं काव्यं सर्वैः पठनीयम्. अपि च यादृशं काव्यम् अस्माभिः पठनीयं तादृशं काव्यम् एव रामायणम्. इत्युक्ते तत्र कीदृश, ईदृश, तादृश, यादृश, एतादृश, एतानि पदानि सन्ति. अत्र अग्रिमभागे तत्र भगिनी, गीताञ्जलि भगिनी, भवती एव अत्र प्रश्नः अस्ति भगिनि. वदतु. ईदृश, ईदृशी, ईदृशम् अस्ति. अपि च तादृशः, तादृशी, तादृशम् अपि पदम् अस्ति वा भगिनि? लैक् स्त्रीलिङ्गे, पुंलिङ्गे. एतानि पदानि त्रिषु लिङ्गेषु भवन्ति. तादृशं काव्यं, तादृशी भावना, तादृशः पुरुषः. यादृश अपि अस्ति. यादृशी, यादृशं, कादृशी अपि. कादृशी कीदृशी, कीदृशी, कीदृशः. तदर्थमेव वयं किं वदामः, यादृशं काव्यम् अस्माभिः पठनीयं तादृशं काव्यम् एव रामायणम्. उत्तमम्. अत्र गीताञ्जलि भगिनी अत्र पठतु. इत्युक्ते एतानि पदानि चत्वारि अपि त्रिषु लिङ्गेषु तेषां रूपाणि भवन्ति. अत्र भगिनी वदतु प्रश्नः. भगिनी, ईदृश अव्ययपदम् अस्ति, किम् ईदृश अव्ययपदम् अपि त्रिषु लिङ्गेषु रूपाणि समान अर्थं, समान उपयोगम् अस्ति वा भगिनि? अव्ययम् इत्युक्ते तत्र लिङ्गभेदः नास्ति. नास्ति. वाक्ये कीदृशपाञ्चालिकां, ईदृशपाञ्चालिकां, ईदृशी पाञ्चालिकाम् अपि सम्यक् अस्ति वा? समानमस्ति. समानमस्ति. इत्युक्ते अत्र ध्वनिः अस्ति. अत्र पुस्तके ईदृशपाञ्चालिकाम् इति लिखितम् अस्ति. इत्युक्ते तत्र अव्ययम् इति भाति, किन्तु विशेषणरूपेण वदामश्चेत् ईदृशीं पाञ्चालिकाम् ईदृशीं पाञ्चालिकाम् इति भवति. यथा भगिनी उक्तवती, तत्र रूपं समानम् एव, अत्र अर्थः तु समानः, रूपं तु भिन्नम्. अतः उत्तमम्. अपि च अत्र अग्रिमे परिच्छेदे गीताञ्जलि भगिनी भवती पठतु अत्र. पूर्वतनसम्भाषणे पाञ्चालिका शब्दस्य स्थाने लेखनी इति शब्दं योजयित्वा सम्भाषणं पुनः लिखतु यथा इत्युक्ते अत्र पूर्वस्मिन् सम्भाषणे अत्र कानिचन वाक्यानि सन्ति भवन्तः सर्वे गृहपाठरूपेण कुर्वन्तु एतत् सर्वम् अत्र संस्कृतभाषायाम् अत्र एकं वक्तुमिच्छामि अत्र आदर्शरूपेण पूर्वं सम्भाषणं लिखितमस्ति आदर्शः इत्युक्ते किं कोऽपि वदति वा आदर्शः इत्युक्ते उदाहरणं आदर्शः इत्युक्ते संस्कृतभाषायाम् आदर्शः इत्युक्ते मोडल् अपि च अन्यः अर्थः अपि अस्ति आदर्शः इत्युक्ते मिरर् इति अर्थः किमर्थं तत्र मिरर् आदर्शः इत्युक्ते मिरर् आङ्ग्लभाषायां किमर्थम् आदर्शः इत्युक्ते मिरर् अपि च मोडल् रोल् मोडल् बिम्बं प्रतिबिम्बं प्रति वदतु भगिनि अस्माकं बिम्बं प्रतिबिम्बिभ्यति आदर्शः अत्र किञ्चित् आङ्ग्लभाषायां वदामि तत् किमित्युक्ते जस्ट् लैक् द वे वि फिक्स् अवर् ब्लेमिशस् बै लुकिङ्ग् एट् द मिरर् द सेम् वे बै लुकिङ्ग् एट् द रोल् मोडल् विल् ट्रै टु करेक्ट् अवर् मिस्टेक्स् विल् ट्रै टु पर्फेक्ट् अवर् सेल्फ् स एव आदर्शः जस्ट् लैक् द वे वि लुकिङ्ग् टु द मिरर् अण्ड् फिक्स् अवर् सेल्फ् तदर्थमेव अत्र आदर्शः इत्युक्ते आयना मिरर् इति अर्थः अपि च रोल् मोडल् मोडल् तादृश अर्थः अपि अस्ति आदर्शरूपेण अत्र पूर्वं सम्भाषणं लिखितमस्ति अत्र तत् सम्भाषणं दृष्ट्वा गृहपाठरूपेण कुर्वन्तु उत्तमम् अधुना शोभा भगिनी आदर्श दृश् धातु अस्ति वा भगिनि दृश् धातोः रूपं दृश् धातोः रूपम् आदर्शः अत्र शोभा भगिनी अनन्तरं पठतु विरुद्धार्थकशब्दाः भगिनी क्षम्यतां भग्नः जातः मम कनेक्षन् कुत्र भगिनी 29.1 भागे अत्र विरुद्धार्थकशब्दाः विरुद्धार्थकशब्दाः उन्नत वामन पुरातन नूतन बृहत् लघु दीर्घ ह्रस्व स्थूल कृश अधिकं किञ्चित् उपरि केचन विरुद्ध अत्र पश्यन्तु अत्र पश्यतु विरुद्धार्थकाः शब्दाः इति पदमस्ति तत्र समस्तपदं वदामश्चेत् विरुद्धार्थकशब्दाः इति भवति तत्र समासस्य नाम किम् आचार्यमहोदय भवान् वदतु अत्र विरुद्धार्थकः न जानामि भगिनि वदतु न जानामि अहं विस्मृतवान् गीताञ्जलिः भगिनी वदतु अहं सम्यक् न जानामि भगिनि किन्तु षष्टि तत्पुरुषसमासः अस्ति अत्र विरुद्धार्थकाः शब्दाः अत्र पृथक्तया लिखितमस्ति एकमेव पदं कृत्वा लिखामश्चेत् विरुद्धार्थकशब्दाः इति पदं भवति तत्र विशेषणपूर्वपदकर्मधारयसमासः अत्र अत्र किं वदामः इत्युक्ते कर्मधारयसमासे सामानाधिकरण्यमस्ति इति वदामः सामानाधिकरण्यम् इत्युक्ते तत्र समानः आधारः द्वयोः पदयोः आधारः समानः इत्युक्ते द्वयोः पदयोः विभक्तिः समाना अपि च तत्र किं वदामः इत्युक्ते समानविभक्तिकत्वम् अस्ति एकार्धबोधकत्वम् अस्ति चेत् तदा कर्मधारयसमासः भवति अत्र कर्मधारयसमासे समानविभक्तिकत्वं दृश्यते अपि च एकार्थबोधकत्वमपि दृश्यते. तदर्थम् अत्र अत्र कर्मधारयसमासः भवति. कर्मधारयसमासः इति तत्पुरुषसमासस्य एकः प्रभेदः. इट् इस् वन् आफ् ए द कैण्ड् आफ् इट्स् ए तत्पुरुषसमासः एव कर्मधारयसमासः, किन्तु तत्र समानाधिकरण्यं वर्तते इति वदामः. इत्युक्ते तयोः समानः समानविभक्तिकत्वं, अपि च एकार्थबोधकत्वं, तत्र भिन्नः अर्थः नास्ति. अतः एव विशेषणपूर्वपदकर्मधारयसमासः इति वदामः. अत्र शोभा भगिनी, अत्र एतानि पदानि, अत्र कति पदानि सन्ति आहत्य? आहत्य द्वादशपदानि सन्ति. अत्र एतानि पदानि न केवलं विरुद्धार्थकशब्दाः अपि च विशेषणानि इति कृत्वा एतानि पदानि त्रिषु लिङ्गेषु तेषां रूपाणि भवन्ति. एकम् एकं स्वीकृत्य वदतु, त्रिषु लिङ्गेषु तेषां रूपाणि कानि? त्रिषु लिङ्गेषु उन्नतम् वामनम् पुरातनं पुरातनः पुरातना नूतनः नूतनं नूतना बृहत् बृहतः बृहता बृहन् बृहतं बृहतं नास्ति बृहती अस्ति वा? अत्र पश्यतु, अत्र बृहत् शब्दः किञ्चित् भिन्नः. अत्र नपुंसकलिङ्गे बृहत्, पुंलिङ्गे किं भवति? बृहान् महान् महत् इति शब्दः भवति. बृहान् बृहान् ग्रन्थः, बृहत् काव्यम्. स्त्रीलिङ्गे वदामश्चेत् किं वदामः? बृहती दीर्घ इकार. बृहती बृहती किमपि बृहती लेखनी लेखनी न वदामः किमपि. अस्तु, लघु लघु लघुशब्दस्य रूपाणि वदतु. लघु तत्र मधु इति अस्ति चेत् लघु लघुं लघुः लघुं लघुनी अस्ति वा? अत्र पुंलिङ्गे किं वदामः? पुंलिङ्गे लघुः, स्त्रीलिङ्गे नपुंसकलिङ्गे लघु, अपि स्त्रीलिङ्गे लघुनी अस्ति वा? लघ्नी अस्ति वा? लघ्वी. अहं चिन्तयामि कुशलिनी इति पदस्य सहायेन कृतवती. लघ्नी अस्तु भगिनि. इत्युक्ते अत्र नपुंसकलिङ्गे वदामश्चेत् लघु, स्त्रीलिङ्गे वदामश्चेत् लघ्वी, पुंलिङ्गे लघुः इति अहं चिन्तयामि. अनन्तरं दीर्घशब्दम्, अन्यानि पदानि वदतु. दीर्घ दीर्घः दीर्घा दीर्घं, ह्रस्व ह्रस्वः ह्रस्वा ह्रस्वं, स्थूल स्थूलं स्थूलः स्थूला, कृश कृशं कृशः कृशा, अधिकम् अधिकः अधिका अधिकम् एव नपुंसकलिङ्गं, किञ्चित् किञ्चित् नपुंसकलिङ्गं, किञ्चित् किञ्चित् अपि महत् इति अस्ति चेत् कञ्चित् काञ्चित् कञ्चित् न न भगिनि अत्र पश्यतु अत्र किञ्चित् इति अव्ययमस्ति अपि च किञ्चित् नपुंसकलिङ्गरूपम् अस्ति चेत् पुंलिङ्गे किं वदामः अव्ययं किञ्चित् अस्ति चेत् किञ्चितः एव भवति वा भगिनि न न अत्र किञ्चित् इति पदम् अव्ययपदमपि अस्ति किन्तु अत्र किञ्चित् नपुंसकलिङ्गरूपं कश्चित् पुंलिङ्गरूपं काचित् कश्चित् महिला कश्चित् पुरुषः कश्चित् पुरुषः काचित् महिला परन्तु अत्र भगिनि अनुस्वारः अस्ति न भगिनि अत्र अनुस्वारस्य स्थाने एव शवर्गीयव्यञ्जनं लिखितमस्ति परसवर्ण भगिनि अत्र प्रश्नः कः भवत्याः प्रश्नः कः मम प्रश्नः कश्चित् काचित् अहम् अवगच्छामि तत्र किञ्चित् इति अस्ति अतः किञ्चित् क्लेशः लिङ्गेषु अत्र किञ्चित् रूपं नपुंसकलिङ्गे योजयामः वयं तस्य रूपं यथा गीताञ्जलिभगिनी उक्तवती रूपं न जानीमः तदा किञ्चित् एव उपयोगं कुर्मः यदि वयं स्पष्टतया तस्य रूपं किं लिङ्गं किम् इति वयं जानीमश्चेत् तदा कश्चित् काचित् तादृशानुरूपाणि वदामः किन्तु किञ्चित् रूपं नपुंसकलिङ्गे किम् इति मकारान्तपदं तत्र चित् प्रयोगः अस्ति किन्तु अनुस्वारस्य स्थाने परसवर्णादेशः वदतु महोदय अत्र पुरातनी अस्ति स्त्रीलिङ्गे पुरातनी इति भवति न पुरातनी पुरातना न भवति वा पुरातन न भवति इति अहं चिन्तयामि पुरातनी इति अहं दृष्टवान् अहं कुत्रापि पुरातनी पुरातना न जानामि द्रष्टव्यं द्रष्टव्यं अस्तु भगिनि अत्र वदतु भगिनि अत्र कोष्टके भगिनि केचन शब्दाः नपुंसकलिङ्गरूपम् अपि च अव्ययरूपम् अस्ति किन् सन्ति किन्तु उन्नत इति रूपम् अपि च अव्यय अस्ति भगिनि अत्र उन्नत इति पदं प्रातिपदिकं प्रातिपदिकं शब्दाः नास्ति भगिनि शब्दः नास्ति अत्र उन्नत इति प्रातिपदिकमस्ति प्रातिपदिकम् इत्युक्ते सुबन्तपदस्य मूलरूपम् आं भगिनि किन्तु उपरि दत्तं शब्दाः सर्वे शब्दाः नास्ति इति सर्वे शब्दाः एव किन्तु अत्र उन्नत इति अहं चिन्तयामि उन्नत इति प्रातिपदिकं तस्मात् उन्नतम् उन्नत उन्नतः एतादृशानि रूपाणि सिद्ध्यन्ति अत्र एवमेव दीर्घ ह्रस्व पुरातन नूतन स्थूल कृश लघु इति सर्वे प्रातिपदिकम् सन्ति प्रातिपदिकानि सन्ति किमर्थं शब्दादति इति अहं न अवगच्छामि केवल इति क्लेशः इत्युक्ते अहं चिन्तयामि न केवलं प्रातिपदिकानि शब्दाः अपि इति भाति अत्र प्रातिपदिकं शब्दः नास्ति इति सम्यक् भगिनि महोदय भवान् किं चिन्तयति यथा ईदृशः अस्ति तत् तथैव अव्ययं भवितुमर्हति अहं न जानामि परन्तु भवितुमर्हति सर्वे अव्ययपदानि अपि च सन्ति महोदय न जानामि परन्तु अहम् इदानीमेव दृष्टवान् ईदृशः अस्ति अव्ययम् अपि उपयोगं कर्तुं शक्यते इति अहं प्रातिपदिकम् अपि पदम् अस्ति. शब्दः इत्युक्ते डेफिनिशन् किमस्ति भगिनि? प्रातिपदिकम् इत्युक्ते शब्दस्य, यथा रामः इति वदामश्चेत् धातुः न वदामः, तत्र तिङ्गन्तपदं, तिङ्गन्तपदम् अथवा क्रियापदम् इति वदामश्चेत् तत्र धातुः सम्भवति. धातुतः तिङ्गन्तपदानि सिद्ध्यन्ति, धातुतः कृदन्तपदानि सिद्ध्यन्ति, किन्तु प्रातिपदिकात् नामपदानि अथवा सुबन्तपदानि सिद्ध्यन्ते. तत्र पश्यन्तु, सुबन्तं पदम् इत्युक्ते सुप् अन्ते यस्य सः सुबन्तम् इत्युक्ते रामः इति पदं, सुबन्तपदं, किन्तु तत्र मूलरूपं प्रातिपदिकं रूपम् अस्ति राम. राम इति पदस्य अनन्तरं सुप्रत्ययं योजयामः, तेन रामः इति सुबन्तपदं सिद्ध्यति. इत्युक्ते सुबन्तपदस्य मूलरूपमेव प्रातिपदिकं, किन्तु तिङन्तपदस्य अथवा कृदन्तपदस्य मूलरूपं धातुः. अपि व्यत्यासं किमस्ति भगिनि? शब्दः अपि पदं द्वयोः मध्ये अर्थभेदः नास्ति, किन्तु शब्दः इति पुंलिङ्ग, शब्दः इति पुंलिङ्गपदं, पदम् इति नपुंसकलिङ्गपदम्. श्रुतवती प्रातिपदिकम् अपि पद तदा अर्थः भवति, अहं चिन्तयामि. सौण्ड् सौण्ड् अत्र पदम् इत्युक्ते किम् इति वदामश्चेत् संस्कृतव्याकरणे पदम् इत्युक्ते किम् इति वदामश्चेत् तत्र एकं निर्वचनमस्ति, सुप्तिङ्गन्तं पदम् इति सूत्रम्. इत्युक्ते तस्य अन्ते सुप्रत्ययः वा अथवा तिङ्प्रत्ययः वा अस्ति चेदेव तत् पदम् इति वदामः. इत्युक्ते रामशब्दस्य अन्ते सुप्रत्ययः अस्ति, अतः रामः इति सुबन्तपदं. तथा एव पठति, तत्र पठति इति पदस्य अन्ते तिङ्प्रत्ययः अस्ति, अतः तिङ्गन्तपदं. केवलं पदं द्विप्रकारकः एव, सुबन्तं वा भवति अथवा तिङ्गन्तं वा भवति. इत्युक्ते पदस्य अन्ते सुप्रत्ययः वा भवतु, तिङ्प्रत्ययः वा अस्ति चेदेव तस्य नाम पदम् इति वदामः. अपि च वाक्यमित्युक्ते सुप्तिङ्गन्तयोः समाहारः एव वाक्यम्. वदतु. सम्यक् सम्यक् भगिनी, धन्यवादः. किन्तु अत्र बहूनि शब्दानि, बहूनि पदानि सुप्तिङ्गन्तं नास्ति. अत्र सुबन्तप्रत्ययं वा सुप्रत्ययं वा तिङ्प्रत्ययः वा नास्ति इति भाति. अस्तु, अहं चिन्तयामि प्रातिपदिकानि इति अहं चिन्तयामि. सम्यक्. इतोपि अत्र अग्रे किं दत्तमस्ति इति एकवारं पश्येम. शोभा भगिनी, भवती एव पठतु अग्रिमं वाक्यं पठित्वा. उपरि केचन विरुद्धार्थकाः शब्दाः सन्ति, अधस्तनवाक्येषु स्थितानि रिक्तस्थानस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु. अत्र भगिनि, उचितैः विरुद्धार्थकशब्दैः तत्र रूपं किम्? उचितैः विशेषणं विरुद्धार्थकशब्दैः पदस्य विशेषस्य. अपि च विभक्तिः तृतीया बहुवचने, तृतीया बहुवचनं. उत्तमम्. अग्रिमं पठतु. नालिकेरवृक्षः. अत्र मुद्रणदोष. नारिकेलवृक्षः क्षम्यताम् अस्ति, उन्नतः अस्ति. वृक्षः पुंलिङ्गः इति कृत्वा उन्नतः अस्ति. जम्बीरवृक्षः वामनः अस्ति. उ आ दण्डः, दीर्घः अस्ति, बा दण्डः, ह्रस्वः अस्ति, तत्रापि पुंलिङ्ग, युतकं, युतकं नपुंसकलिङ्गं, युतकं पुरातन, पुरातनम् अस्ति, पुस्तकं नूतनम् अस्ति. अपि गोविन्दः स्थूलः बालकः, समीरः कृशः बालकः. विधानसौधं, विधानसौधं तत्र नपुंसकलिङ्गं, बृहत्, बृहत् एव, बृहत् भवनं. सन्दीपस्य गृहं लघु, लघुगृहं, लघुगृहं, लघुं नास्ति भगिनि, न लघु, नपुंसकलिङ्गे लघु. द्रोण्यां, तत्र द्रोण्याम् इति द्रोणीपदस्य द्रोण्यां तत्र सप्तमी विभक्ति भवति. द्रोण्यां किञ्चित् क्षम्यताम् अधिकं जलम् अस्ति, चषके किञ्चित् क्षीरम् अस्ति. उत्तमं. द्रोण्याम् अधिकं जलमस्ति, चषके किञ्चित् क्षीरमस्ति. उत्तमम्. इत्युक्ते अत्र गते सप्ताहे अहं नारिकेलवृक्षः इत्यस्मिन् विषये, नारिकेलः इत्यस्मिन् विषये एकां कथां प्रेषितवती. भवन्तः सर्वे पठितवन्तः वा? शङ्करः करुणाकरः नाम्ना. भगिनि एकः प्रश्नः भगिनि, द्रोण्याम् इति पदं स्त्रीलिङ्गपदं सप्तमी, चषकः इति पुंलिङ्गपदं भगिनि, चषकः बहुवचन अस्ति, चषके सप्तमी, किन्तु किञ्चित् इति नपुंसकलिङ्ग, किञ्चित् क्षीरं, क्षीरस्य, धन्यवादः, धन्यवादः. किन्तु मम भ्रात भ्रमः जातः. उत्तमम्. अधिकं जलं, किञ्चित् क्षीरं. पूर्व, पूर्वस्मिन् वाक्ये अस्ति इति आसीत् पदस्य, वाक्यस्य अन्ते, तदर्थं युतकं दृष्ट्वा कृतवती. अत्र क्षीरं जलम् इति आगच्छति वाक्यस्य अन्ते इति कृत्वा भिन्न. उत्तमम्. उत्तमम्. अत्र, अत्र अग्रिमपुटे किम् अस्ति? अत्र वंशसुधा भगिनी भवती पठति वा अत्र विशेषसूचना? आं महोदय, विशेषसूचना. स्थूल बालकः स्थूलः, बालिका स्थूला, पुस्तकं स्थूलं, नूतन ग्रन्थः नूतनः, लेखनी नूतना, युतकं नूतनम्. त्रिषु लिङ्गेषु सन्ति महोदय. इत्युक्ते अत्र विशेषणम् इव योजितमस्ति. अत्र बालकः स्थूलः, बालिका स्थूला. अपि च भवती किञ्चित् वदति वा पुरातनम् अथवा किमपि विशेषणं पदं स्वीकृत्य त्रीणि वाक्यानि, त्रीणि वाक्यानि वदतु. भवनं पुरातनं, गृहं नूतनं, ओ क्षम्यतां त्रीणि वचनेषु न भवनं पुरातनं शाटिका पुरातना गृहं पुरातनं उत्तमं तावदेव अत्र इतोपि किमपि नास्ति अत्र अहम् एकं गते सप्ताहे एव किञ्चित् पठितवती तदर्थं वदामि अत्र पुरातनं किं नूतनं किं साधारणतया सः प्रश्नः उदेति नूतनं स्वीकर्तव्यं वा पुरातनं स्वीकर्तव्यं वा पुरातनं सम्यक् वा नूतनं सम्यक् वा तस्मिन् विषये कालिदासः एकं श्लोकम् उक्तवान् श्लोकः कः इत्युक्ते पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यं सन्तः परीक्ष अन्यतरत् भजन्ते मूढः परप्रत्ययनेयबुद्धिः इति श्लोकः वदति पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् इत्युक्ते तत्र अर्थः कः इत्युक्ते आङ्ग्लभाषायां वदामि अत्र आल् दट् इस् ओल्ड् इस् नाट् नेसेसरिलि सुपीरियर् आल् दट् इस् न्यू इस् नाट् नेसेसरिलि इन्फीरियर् इट् इस् अवर् डिस्क्रिप्शन् we should really think about it and make a decision which one to implement but some people they just simply imitate others moodhah parapratyayaneya buddhayah tatra puratanam api vayam swikartum shaknumah nutanam api vayam acharamah तत्र कापि समस्या नास्ति भगिनी एतत् श्लोकं प्रेषयति प्रेषयिष्यामि अधुना कालिदास किं काव्ये अस्ति भगिनि काव्यम् अहं सम्यक् न जानामि तत्र श्लोकः तु प्रसिद्धः प्रसिद्धः श्लोकः तस्मिन् विषये वदामि अनन्तरं गते सप्ताहे तत्र एका कथा आरब्धा अस्माभिः अत्र कथायाः नाम सर्वे तत् करपत्रं पुरतः स्थापयन्तु स्वानुकूलतया अर्थकथनम् इति कथां वयम् आरब्धवन्तः कथां अधुना समापयामः तत्र अवशिष्टभागः अस्ति तं भागं कुर्मः अत्र सर्वेषां पार्श्वे तत् करपत्रमस्ति इति भाति अत्र प्रथमतया सारांशरूपेण तत्र किम् अभवत् भूमा भगिनी किञ्चित् वदति वा इदानीं पर्यन्तं वयं किं पठितवन्तः तस्यां कथायां प्रथमपरिच्छेदः अभवत् प्रथमे परिच्छेदे किं लिखितमस्ति अस्तु भगिनि द्वौ मित्रौ तीर्थयात्रां कुर्वन्तौ मार्गभ्रष्टौ भूत्वा वने अटितवन्तौ द्वौ सः तौ क्षुद्बाधया पीडितौ सन्तौ अन्तिमे द्वे तौ मित्रौ एकं गृहस्य पुरतः आगतवन्तौ तत्र देवपूजा कोऽपि पूजितवान् कुर्वन् आसीत् कुर्वन् कुर्वन् आसीत् तत्र अन्तिमदिनं भूत्वा भोजनव्यवस्थां कल्पिताः भोजनव्यवस्था कल्पिता कल्पिता भोजनव्यवस्था कल्पिता तत्र बहवः जनाः भोजनार्थं मेलयिष्यन्ति मिलिताः तत्र आगतवन्तः मिलितवन्तः आगताः भोजनार्थौ तौ मित्रौ अपि गतवन्तौ भोजनार्थम् उपविष्टन्तौ उपविष्टवन्तः इत्युक्ते अत्र भवती किम् उक्तवती सारांशत्वेन इत्युक्ते तत्र एकं मित्रद्वयमस्ति तौ द्वौ तीर्थयात्रां कर्तुं प्रस्थितवन्तौ किञ्चित् कालानन्तरं तौ द्वौ अपि मार्गभ्रष्टौ जातौ अपि च ते तौ द्वौ अपि कस्यचित् गृहस्य पुरतः तत्र स्थित्वा दृष्टवन्तः तत्र जनसमर्थः अस्ति किमर्थं तत्र जनसमर्थः इति तं ते पृष्टवन्तः तत्र किम् अभवत् इत्युक्ते तस्य ग्रामस्य प्रमुखः एकां पूजां कृतवान् पूजायाः अनन्तरं भोजनादिकं ददन् आसीत् तदर्थं तत्र निकटवर्तिभ्यः समीपेभ्यः समीपेभ्यः निकटेभ्यः ग्रामेभ्यः बहवः जनाः तत्र आगतवन्तः तदा किम् अभवत् उत्तमम् अत्र सूर्यकुमारी भगिनी भवती पठतु अग्रिमं परिच्छेदम् अस्ति वा भवत्याः पार्श्वे एतौ द्वौ द्वितीयपरिच्छेदं अधिकं नो एतौ द्वौ एतौ अपि भोजनार्थं एतौ अपि भोजनार्थं तत्र गतवन्तौ ग्राममुखेन समादृतौ तौ पङ्क्तौ भोजनार्थम् उपविष्टवन्तौ तयोः पुरतः अपि पर्णस्थालिका स्थापिता भोजनं परिवेषितं च भोजनात् पूर्वं जनाः युक्ताहारविहारस्य योगो भवति दुःखाः इत्यादीन गीतायाः श्लोकान् वदन्तः आसन् द्वयोर्मध्ये एकः तत् श्रुत्वा बहु कालात् अनन्तरम् एतादृशम् उत्तमं भोजनं लब्धमिति सत्यं किन्तु विरलतया लभ्यम् इति कारणतः अधिकं खादेयं चेत् मम तीर्थयात्रायां विघ्नः भवेत् ततः मम यात्रा सङ्कल्पः खण्डितः भवेत् इति चिन्तयन् मितप्रमाणेन आहारं स्वीकुर्वन् सुहृदमपि तदेव अस्मारयत् अत्र इदानीं पर्यन्तं किम् अभवत् एकवारम् एकमेकं वाक्यं स्वीकृत्य पङ्क्तिशः पश्यामः अत्र प्रथमं वाक्यमस्ति एतौ अपि भोजनार्थं तत्र गतवन्तौ एतौ कौ मित्रद्वयं सुहृदौ उत्तमम् अत्र भोजनार्थम् इति पदं समस्तपदम् तत्र अहं पूर्वस्मिन् कक्षायाम् उक्तवती भोजनाय इदं भोजनाय इदं तथा वक्तव्यं विग्रहवाक्यं भोजनार्थं तत्र गतवन्तौ गतवन्तौ इति द्विवचनरूपम् अपि च ग्राममुख्येन समादृतौ तौ पङ्क्तौ भोजनार्थम् उपविष्टवन्तौ अत्र वाक्यं कर्मणि प्रयोगे अस्ति ग्राममुख्येन समादृतौ तौ उपविष्टवन्तौ इति वाक्यमस्ति इत्युक्ते तत्र समादृतौ तस्य रूपं कोऽपि वदति वा उत्तमम् इत्युक्ते तत्र सम् उपसर्गपूर्वकः तत्र क्तान्तरूपं दत्तमस्ति समादृत समादृतः इति पुंलिङ्गे एकवचनरूपं किन्तु अत्र द्विवचनम् आवश्यकम् अतः समादृतौ अत्र संस्कृतभाषायाम् आद्रियते इत्युक्ते सत्करोति इत्यस्मिन् अर्थे अत्र ग्राममुख्येन तौ समादृतौ तौ मित्रद्वयं यथा भवती उक्तवती दे वर् रेस्पेक्टेड् बै दट् ग्रामप्रमुखः अत्र पङ्क्तौ सूर्यकुमारी भगिनी वदतु पङ्क्तौ रूपं किम् सप्तमी विभक्ति सप्तमी एकवचनं पङ्क्तिः पङ्क्तौ सप्तमी एकवचनं किन्तु समादृतौ तौ तस्य रूपं तत्र रूपं किम् विभक्ति प्रथमा द्विवचनं उत्तमम् उपविष्टवन्तौ तत्र रूपं किम् उपविष्टवन्तौ द्विवचनं द्विवचनं विभक्तिः का प्रथमाविभक्ति लिङ्गं किं पुल्लिङ्गं पुंलिङ्गम् उत्तमम् अत्र ग्राममुख्येन तौ द्वौ समादृतौ उपविष्टवन्तौ भोजनार्थम् अत्र अत्र भोजनार्थं पश्यतु अत्र भोजनार्थम् उपरितने वाक्ये भोजनार्थं तत्र इति लिखितमस्ति अत्र भोजनार्थम् उपविष्टवन्तौ अत्र मकारः लिखितमस्ति पूर्वस्मिन् वाक्ये अनुस्वारः लिखितमस्ति तत् किमर्थम् कोऽपि वदतु स्वर अस्ति चेत् हलिपरे अत्र सूत्रं किम् नश्च पदान्तश्च जलि मोनुस्वर अद्भोनार्थं भोजनार्थम् अस्तु मोनुस्वर अस्ति मोनुस्वारः इति सूत्रेण तत्र परवर्णः हल् वर्णः अस्ति चेत् तत्र अनुस्वारः लेखनीयः यदि परवर्णः अच्वर्णः अस्ति चेत् तत्र मकारः तथा एव तिष्ठति उत्तमं तयोः पुरतः अपि पर्णस्थालिका स्थापिता तयोः पुरतः तत्र रूपं किम् तयोः षष्ठी विभक्ति एकवचनं वचनं तयोः द्विवचनं द्विवचनं उत्तमम् अत्र पर्णस्थालिका इति पदमस्ति अत्र पर्णस्थालिका इति पदं समस्तपदं तत्र समासः अस्ति इत्युक्ते विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते पर्णनिर्मिता स्थालिका इति वक्तव्यम् यथा पर्णशाला इति वदामश्चेत् पर्णैः निर्मिता शाला निर्मिता शाला तथा एव अत्र पर्णैः निर्मिता स्थालिका तत्र मध्यमपदस्य लोपः भवति अतः मध्यमपदलोपी कर्मधारयसमासः इति वदामः पर्णस्थालिका स्थापिता अत्र पर्णस्थालिका इत्युक्ते किम् एकवचनं स्त्रीलिङ्गम्. अर्थः कः? स्थाल पर्णैः निर्मित स्थालिका इत्युक्ते स्थालिका प्लेट् उत्तमं. तथा अत्र पर्णस्थालिका स्थापिता, भोजनं परिवेषितं च. भोजनं परिवेषितं भगिनी पर्ण इत्युक्ते पर्णैः इत्युक्ते पर्ण पत्राणि पर्णानि पर्णानि अथवा पत्राणि. अत्र पश्यन्तु, पत्राणि इति वदामश्चेत् तत्र अणत्वमस्ति, पर्णानि वदामश्चेत् तत्र अणत्वं नास्ति. किमर्थम्? तवर्गीयव्यञ्जनमस्ति इति कृत्वा बाधकवर्णः भवति. बाधकवर्णः कः तत्र? नकारः. नकारः टवर्गस्य व्यञ्जनमस्ति. उत्तमम्. इत्युक्ते टवर्गीयव्यञ्जनं मूर्धन्यणकारः तत्र बाधकवर्णः अस्ति इति कृत्वा पर्णानि किन्तु पत्राणि इति भवन्ति. उत्तमम्. अनन्तरम् अत्र भोजनात् पूर्वं जनाः एकं श्लोकम् उक्तवन्तः अत्र युक्ताहारविहारस्य. कोऽपि जानाति वा श्लोकम्? भगवद्गीतायाम् अस्ति भगिनि. कोऽपि जानाति चेत् वदन्तु अत्र श्लोकः. अहं वदामि युक्ताहारविहारस्य. वदतु भगिनि. युक्त आहारविहारस्य युक्तचेष्टस्य कर्मसु स्वभावबोधस्य योगो भवति दुःखाः. अत्र गते षष्ठाध्याये 17 अस्ति भगिनि. भवती प्रेषितवती. अहं प्रेषितवती. तत्र श्लोकः कः इत्युक्ते युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः इति अर्थः. अत्र तस्य अर्थः कः इत्युक्ते समुचित आहारसञ्चारस्य, इत्युक्ते यः पुरुषस्य समुचित आहारसञ्चारस्य, कार्येषु समुचितचेष्टस्य, अपि च समुचित निद्राजागरणस्य पुरुषस्य योगः दुःखः. अत्र दुःखः इत्युक्ते तत्र ह इति पदं जहाति. वयं जानीमः जहाति हा धातुः, हा धातोः लट्लकाररूपं जहाति. तत्र ह इत्युक्ते दुःखनाशकः इति अर्थः. दुःखः इत्युक्ते कीदृशपुरुषस्य दुःखः योगः दुःखनाशकः भवति इत्युक्ते यः यस्य पुरुषस्य युक्ताहारः अस्ति, इत्युक्ते समुचितरूपेण तस्य आहारविहारः अस्ति, अपि च कर्मसु यस्य पुरुषस्य प्रवर्तन सम्यक् अस्ति, अपि च निद्राजागरणस्य तस्य पुरुषस्य निद्रायामपि, अपि च जाग्रदावस्थायाम् अपि यः पुरुषः तत्र परिमितं किं परिमाणं किम् इति यः जानाति तस्य पुरुषस्य दुःखः नास्ति. दट् मीन्स् देर् मस्ट् बि मोडरेशन् इन् एव्रिथिङ्ग्. तदेव युक्ताहारविहारस्य इति वदति. इत्यादीन् गीतायाः श्लोकान् वदन्तः आसन्. अधुना गीताञ्जलि भगिनी भवती वदतु अत्र गीतायाः श्लोकान् अत्र रूपं किम्? गीतायाः षष्टि एकवचन त्रिलिङ्गपद श्लोकान् इति द्वितीय विभक्ति बहुवचन गीताश्लोकाः इति समस्तपदं भवति. वदन्तः आसन् वदतु तत्र. वदन्तः आसन् अत्र आसन् बहुवचन अस् धातोः प्रथमपुरुष. वदन्तः वदन्तः रूपं किम्? त प्रत्यय भगिनि शत्रान्त अपि अस्ति द्विवचनम् अस्ति. तत्र अधुना वदन्तः इत्यस्मिन् विषये शोभा भगिनी वदतु. वदन्तः शत्रुप्रयोगः शत्रान्तपदमस्ति. वदन्तः आसन् इति वदन्तः पुंलिङ्ग बहुवचन. विभक्तिः वदन्तः प्रथमविभक्ति एव अस्ति भगिनि. प्रथमाविभक्ति बहुवचनं पुंलिङ्गरूपम्. अत्र द्वयोर्मध्ये एकः तत् श्रुत्वा तत्र द्वयोर्मध्ये इति पदमस्ति. तत्र आचार्य महोदय भवान् वदतु अत्र सन्धेः नाम किम्? विसर्गसन्धि अस्ति द्वयोः मध्ये. द्वयोः मध्ये द्वयोः मध्ये ऋकार भवति. सूत्रं न जानामि. तयोरुक्तं भवति त्वयोः सकार भवति. सकारस्य अत्र सारि विसर्गस्य ऋकार एव भवति. विसर्गस्य स्थाने रेफादेशः भवति. अत्र पदविच्छेदं कुर्मः चेत् द्वयोः योगः मध्ये तत्र द्वयोर्मध्ये इति भवति. तत्र सूत्रमस्ति इचः परस्य विसर्जनीयस्य रेफः अखरि. इचः परस्य विसर्जनीयस्य रेफः अखरि इति भवति. अत्र इचः इत्युक्ते इच् प्रत्याहारस्तवर्णः ओकारः अस्ति. इचः स्थाने रेफादेशः भवति इति अर्थः. उत्तमम्. अनन्तरं बहोः कालात् इति अस्ति. गीताञ्जलि भगिनी भवती एव वदतु बहोः कालात् तत्र विभक्तिः का? बहोः न सप्तमी षष्टि पञ्चमी षष्टि पञ्चमी कालात् कालात् पञ्चमी बहोः अपि च पञ्चमी विशेषण विशेष सम्बन्ध बहोः कालात् इत्युक्ते अत्र पृथक्तया लिखितमस्ति किन्तु समस्तपदं कृत्वा लिखामश्चेत् बहुकालात् बहुकालात् किन्तु अत्र बहोः कालात् इत्युक्ते तत्र व्यस्तरूपेण लिखितमस्ति पञ्चमी अन्तं रूपं पञ्चमी एकवचनं कालः. अत्र कालः इति पुंलिङ्गपदं. बहोः कालात् अनन्तरम् एतादृशम् उत्तमं भोजनं लब्धं. पश्यन्तु एतानि सर्वाणि पदानि विशेषणानि. बहोः कालात् अनन्तरम् एतादृशम् उत्तमं भोजनं लब्धम्. लब्धातोः रूपं लब्ध. तकारस्य स्थाने धकारः आगतः. लब्ध इति सत्यं किन्तु विरलतया लब्धम् इति कारणतः अधिकं खादेयं चेत् मम तीर्थयात्रायां विघ्नः भवेत्. विरलतया अत्र इत्युक्ते किं भगिनि? सूर्यकुमारी भगिनी वदति वा कोऽपि वदतु. इत्युक्ते अत्र पश्यन्तु अत्र पश्यन्तु भोजनं लब्धम्. अत्र भोजनम् इति पदस्य कृतान्तरूपं भोजनम् इति पदस्य विशेषणं लब्धम्. अत्र विरलतया लब्धम्. अत्र विरलता यथा वंशीसुधा भगिनी उक्तवती विरलता इति प्रथमान्तं रूपं. तत्र तल् प्रत्ययः अस्ति. विरलः पुंलिङ्गे वदामश्चेत् तत्र साधारणतया वयं किम् एकं पदं शृणुमः अविरल अविरल इत्युक्ते प्लेण्टि किन्तु विरलता इत्युक्ते रेर्लि रेर्लि न्यूनं न्यूनं न्यूनम् इत्यस्मिन् अर्थे विरलः इत्युक्ते न्यूनं विरल इति शब्दस्य विरुद्धार्थकपदम् एव अविरल विरलतया लब्धम् इत्युक्ते एतादृशं भोजनं विरलतया लब्धम् इति कारणतः अधिकं खादेयं चेत् अत्र खादेयम् इति पदमस्ति कोऽपि वदतु अत्र रूपं किं विधिलिङ्गस्य वा भगिनि खादेयं वदतु उत्तमपुरुषः उत्तमपुरुषः एकवचनं एकवचनम् एकवचनं विरलतया अत्र ईदृशं भोजनं विरलतया अस्ति इति कारणतः यदि अहम् अधिकं खादामि चेत् मम तीर्थयात्रायां विघ्नः भवेत् अत्र सूर्यकुमारी भगिनी वदतु तीर्थयात्रायां वदतु तीर्थयात्रा षष्ठी विभक्ति एकवचनं सप्तमी सप्तमी विभक्ति एकवचनं सप्तमी एकवचनं तीर्थयात्रायां विघ्नः भवेत् भवेत् वयं जानीमः विधिलिङ्गकाररूपं पुनः ततः मम यात्रासङ्कल्पः खण्डितः भवेत् इति चिन्तयन् मितप्रमाणेन आहारं स्वीकुर्वन् सुहृदमपि तदेव अस्मारयत् अत्र मम यात्रासङ्कल्पः सङ्कल्पः इत्युक्ते किम् उत्तमम् उत्तमम् अत्र अत्र पश्यन्तु ततः इत्युक्ते तस्मात् कारणात् तस्मात् कारणात् इति अर्थः ततः इत्युक्ते अस्मिन् वाक्ये ततः इत्युक्ते तस्मात् कारणात् यात्रासङ्कल्पः अत्र सङ्कल्पः इति पदं तत्र सम् इति उपसर्गः अस्ति अपि च कृप् इति धातुः सामर्थ्ये तत्र लट्लकाररूपं कल्पते कल्पते इति पदमस्ति कल्पते इति अकर्मकधातुः मम यात्रासङ्कल्पः खण्डितः भवति भवेत् अत्र खण्डित इति पदम् अहं चिन्तयामि चुरादिगणीयधातुः खण्डयति खण्डित इत्यपि एकान्तरूपमेव खण्डयति खण्डयति इति रूपम् अस्ति इति भाति भवेत् इति चिन्तयन् सूर्यकुमारी भगिनी वदतु चिन्तयन् रूपं किं चिन्तयन् चित्रन्तपद एकवचनं चित्रन्त एकवचनं मितप्रमाणेन अत्र मितप्रमाणम् इति पदमस्ति प्रमाणं साधारणं पदमेव प्रमाणं तत्र प्रमाणम् इति रूपं कथं निष्पन्नं भवति अत्र आचार्यमहोदय भवान् वदति वा मा धातु अस्ति वा अत्र प्रा इति उपसर्गः अस्ति मा धातुः मा धातोः रूपं माति माति मापयति इति तत् तदपि नीजन्तरूपमस्ति वा मापनं मापनं मापयति मापयति मा धातोः रूपम् अणिजन्तरूपं मापयति दा धातोः रूपं दापयति तथा एव तत्र पूटागमः भवति अत्र मा धातोः रूपं मानं प्रमाणं प्रमाणं मितप्रमाणम् इत्युक्ते वयं साधारणपदमेव परिमित इति वदामः तथा एव मात्रया इति मात्रा इत्युक्ते तदेव मात्रा इत्युक्ते यत् वयं मितप्रमाणेन स्वीकुर्मः तदेव मात्रा इत्युक्ते मेडिसिन् तत्र तेलुगुभाषायां मात्रा इति वदामः. मात्रा इत्युक्ते तत् वित्तप्रमाणेन स्वीकर्तव्यं, तदर्थमेव तस्य नाम मात्रा. अपि च अत्र मितप्रमाणेन आहारं स्वीकुर्वन् सुहृदम् अपि तदेव अस्मारयत्. सुहृदं द्वितीयान्तं रूपम् अत्र अस्मारयत्. अत्र रूपं किं कोऽपि वदतु? लङ्लकार अस्ति. अत्र लट्लकाररूपं किम्? स्मारयति. स्मारयति निजन्तरूपम् अस्ति. स्मरति इति उत्तमं. स्मृधातोः लट् रूपं, सामान्यलट् रूपं स्मरति, निजन्तरूपं स्मारयति. स्मारयति उत्तमम्. अधुना शीघ्रं समापयामः. शोभा भगिनी भवती पठतु अत्र. स्वल्पकालानन्तरं जनाः अहं वैश्वानरो भूत्वा इति श्लोकं पचाम्यन्नं चतुर्विधम् इति श्लोकम् अवदन्. तं श्रुत्वा द्वितीयः हृष्टः जातः. अन्तः स्थितः वैश्वानररूपः भगवान् एव भुक्तम् अन्नं पाचयति. बहोः कालान् अनन्तरं भोजनं लब्धम् अस्ति. इतः परं कदा प्राप्नुयाम् इति न जाने. अतः अद्य भूरिभोजनम् एव करणीयं मया इति विचिन्त्य तेन भूरिभोजनं कृतम्. तत् श्लोकं तु अहं पूर्णतया न जानामि भगिनि कुत्र अस्ति. अत्र स्वल्पकालानन्तरम् इति समस्तपदमस्ति. स्वल्पकालस्य अनन्तरं, स्वल्पकालस्य अनन्तरं श्लोकः अस्ति. श्लोकः कोऽपि जानाति वा अन्यः? भगिनि, अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तपचामन्यं चतुर्विधम् इति. अत्र पचाम्यन्नं, तत्र सन्धेः नाम किम्? यणसन्धिः अस्ति. पचामि अन्नं, पचाम्यन्नं. पचामि अन्नं, पचाम्यन्नं चतुर्विधम्. अत्र चतुर्विधम् अन्नम् इति उक्तमस्ति. चतुर्विधम् अन्नम् इत्युक्ते किं कोऽपि वदति वा? अन्नं चतुर्विधम् लेह्यं त्रीणि अहं न जानामि भगिनि, न श्रुतवती. इत्युक्ते अत्र चतुर्विधम् इत्युक्ते भक्ष्यं, भोज्यं, चोष्यं, चोष्यं, लेह्यं. चतुर्विधम् इत्युक्ते भक्ष्यं, भोज्यं, चोष्यं, लेह्यं. तदेव चतुर्विधं किमस्ति भगिनि? यदा आम्रफलम्, आम्रफलं का चोष्यति. ओ तदेव. अत्र चतुर्विधम् अन्नं खादामः वयं. लेह्यं लिक् लिक् करोति लेह्यं. गते सप्ताहे वयं दृष्टवन्तः लिह् धातोः रूपम्. उत्तमम्. इति श्लोकम् अवदन् तं श्रुत्वा द्वितीयः हृष्टः जातः. अत्र हृष्टः जातः, हृष्टः इति पदमपि स्थान्तरूपं. तत्र हृष् धातोः रूपं कोऽपि वदति वा? लट्लकाररूपं हृष्टः. हर्षति, हर्षति न. अत्र अत्र हृष्टः इति स्थान्तरूपं, किन्तु धातुः हृष् धातुः, किन्तु लट्लकाररूपं हृष्यति. दिवादिगणीयधातुः, दिवादिगणीयधातुः अस्ति इति कृत्वा यकारः श्रूयते, हृष्यति. तथा एव जन् धातोः रूपं जातः, तत्रापि लट्लकाररूपं. वदतु भगिनि, शोभा भगिनी, जन् धातोः रूपं जातः जायते जायते जायते अत्रापि दिवादिगणीयधातुः अस्ति इति कृत्वा तत्र यकारः श्रूयते. बहोः कालात् अनन्तरं भोजनं लब्धम् अस्ति इति इतः परं कदा प्राप्नुयां प्राप्नुयां वदतु. प्राप्नुयां प्राप्नुयाम् इत्युक्ते तत्र कदा वयं अहं प्राप्तवान् इति अर्थं प्राप्नुयां किम् आप्नोति आप्दातु आप्नोति सकर्मकदातु. उत्तमम् उत्तमं तदेव इत्युक्ते अत्रापि आप् धातु प्रा उपसर्गपूर्वकः आप् धातुः किन्तु अत्र विधिलिङ्गलकाररूपम् उत्तमपुरुष एकवचनं तत् अहं विधिलिङ्ग् अस्तु विधिलिङ्गलकाररूपम् अत्र पूर्वस्मिन् वाक्ये तत्र भुज् धातोः रूपं भुक्तं कान्तरूपं तथा एव अद् धातोः रूपम् अन्नम् अद् धातोः अद् धातुः अदादिगणीयधातुः अद् धातोः लट्लकाररूपम् अत्ति. अन्नमित्युक्ते किम् इति वदामश्चेत् अद्येते इति अन्नम् इति वदामः. दट् ईस् संथिङ्ग् दट् शुड् बि ईटन् ईटन् दट् दट् ईस् अन्नम् अद्येते इति अन्नं किमपि अद् धातु किमपि आहारम् अन्नमित्युक्ते केवलम् अत्र किमपि भवितुमर्हति तत्र अन्नम् इत्युक्ते केवलं रैस् इति न अर्थः. अस्ति अद् धातोः रूपमेव क्तान्तरूपम् अन्नम् अत्र पाचयति इति अस्ति भगवान् एव भुक्तम् अन्नं पाचयति वैश्वानरः वैश्वानररूपः भगवान् अत्र वैश्वानरः इत्युक्ते किम् कोऽपि वदतु. उदरे यत् अग्निः अस्ति तत् वैश्वानरः इति अर्थः. उत्तमम् उत्तमं तदेव उदरस्थः अग्निः उदरस्थः अग्निः एव वैश्वानरः तदेव श्लोक वदतु भगिनि. जठराग्नि समान पदं मात्र जठराग्निः उदरस्थः अग्नि वैश्वानररूपभगवान् एव भुक्तम् अन्नं पाचयति. अत्र पाचयति इति रूपम् अस्ति साधारणं रूपं पचति किन्तु अत्र पाचयति अस्ति. अत्र पाचयति इत्युक्ते किं तत्र प्रेरणारूपम् अस्ति पाचयति पचनं करोति कारयति पचनक्रियां कारयति इत्युक्ते भगवान् एव किमपि अहं खादामि भगवान् एव पाचयति इति कृत्वा सः इति चिन्तयित्वा इत्युक्ते अत्र निजन्तरूपम् अस्ति किन्तु पाचयति इति जीर्णं करोति जीर्णं करोति इति इत्युक्ते कुक् इति किन्तु पाचयति जीर्णं करोति किन्तु अत्र भिन्न साधारण भिन्न अर्थः किन्तु पचति इत्युक्ते कुक् इत्यस्मिन् अर्थे वदामः किन्तु अत्र पाचयति निजन्तरूपम् अत्र अर्थः तु डैजेस्ट् करोति डैजेशन् वैश्वानरः इत्युक्ते फैर् आफ् डैजेशन् अत्र उत्तमम् अत्र महोदय भवान् पठतु अग्रिमं परिच्छेदं सर्वमपि. आं भगिनि अधिकं ततः न अधिकं भुक्तम् इति पूर्वं अत्र इतोपि किं दत्तमस्ति अत्र अन्नं पाचयति बहोः कालात् अनन्तरं भोजनं लब्धमस्ति इतः परं कदा प्राप्नुयाम् इति न जाने तत्र कोऽपि वदतु जाने इत्यस्मिन् विषये सकर्मकनेपदि उत्तमपुरुष एकवचने आत्मनेपदिरूपम् आत्मनेपदिरूपं लट्लकाररूपं किं भगिनि वदतु अत्र जानाति जानामि जानाति इति जानीते जानाति इति परस्मैपदिरूपं किन्तु अत्र आत्मनेपदिरूपं यथा भवती उक्तवती उत्तमपुरुषे एकवचन आत्मनेपदिरूपं दत्तमस्ति जानीते तस्य रूपम् अद्य भूरिभोजनम् एवं करणीयं मया इति विचिन्त्य तेन भूरिभोजनं कृतम् अत्र भूरि इति पदमस्ति इत्युक्ते किम् अबण्डण्ट् सम्यक् पुष्करं पुष्कलम् उत्तमं तदेव तस्य विषये बहूनि अन्यानि पदानि सन्ति भूतं भृशं बहुलं यथेष्टं प्रचुरम् एतादृशानि पदानि सन्ति अनन्तरम् अधुना करोतु महोदय अधिकं भुक्तम् इति कारणेन अचिरात् सः उदरपीडया व्याकुलः सन् भूमौ लुटन् अवदत् भगवान् गीतायां मिथ्या वदति पचामन्नं चतुर्विधम् इति वचनेन जनान् जनान् भ्रमयति भ्रामयति च जनान् भ्रामयति च सः असत्य सः असत्यकथकः इति वदति एतस्य अवस्थां दृष्ट्वा सहपतिकः अवदत् भो भगिनी अहं न पठितुं शक्नोमि महोदय अस्तु महोदय अत्र भूमा भगिनी भवती पठतु एतस्य अवस्थां दृष्ट्वा सः पथिकः अवदत् भोः ईश्वरस्य वचनं न अन्यथा तत्पूर्वं वासुदेवः युक्ताहारविहारता स्यात् इति वाक्यमपि अकथयत् भवता तु तत्र अवधानं न दत्तम् अयुक्ताहारः दुःखदः भवति भगवता सत्यमेव उक्तम् इति सत्यमेव ननु लोके जनाः स्वानुभवानुरूपनेव शास्त्रोपदेशान् गृह्णन्ति इति उत्तमम् इत्युक्ते अधिकं भुक्तम् इति कारणात् अचिरात् इत्युक्ते झटिति शीघ्रं सः उदरपीडया व्याकुलः अत्र उदरपीडा इति पदमस्ति अत्र किं वदामः उदरस्य पीडा षष्ठीतत्पुरुषसमासः भवति व्याकुलः इति पदं वि उपसर्गपूर्वकः आ उपसर्गपूर्वकः रूपम् अत्र सन् रूपं किं भगिनि वदतु भूमा भगिनि अस्ति अस्ति शत्रन्तरूपं भूत्वा अस्धातोः रूपम् अस्धातोः रूपं शत्रन्तरूपं पुंलिङ्गे सन् सन् सन्तौ सन्तः तथा भवति रूपाणि अत्र भूमौ रूपं भूमौ सप्तमी विभक्ति एकवचनं एकवचनं लुठन् इति अपि शत्रन्तरूपम् अत्र लुठति इति रूपम् अस्ति लुठति इत्युक्ते किं भूमौ लुठति इतस्ततः इत्युक्ते रोलिङ्ग् डौन् आन् द फ्लोर् लुठति भूमौ लुठन् सः अवदत् भगवान् गीतायां मिथ्या वदति पचाम्यन्नं चतुर्विधम् इति वचनेन जनान् भ्रामयति अत्र भ्रामयति णिजन्तरूपं भ्रं धातोः रूपं भ्रामयति इत्युक्ते अत्र सन्देहयति अथवा व्याकुलयति तस्मिन् अर्थे अत्र सः असत्यकथकः अत्र सः इत्युक्ते कः देवः भगवान् भगवान् असत्यकथकः इति प्रथमः उक्तवान्। तदा अन्यः किं वदति, एतस्य अवस्थां दृष्ट्वा सः पथिकः अवदत्। सः पथिकः इत्युक्ते कः? को ट्रावेलर् वदति अत्र पथिकः। अत्र न अन्यथा, अन्यथा अत्र तस्मिन् पदे थाल् इति प्रत्ययः अस्ति, अन्यथा तत्र तत्पूर्वम् इत्युक्ते तस्मात् पूर्वं, तत्र तत्पूर्वम् इति वदामश्चेत् तत्र तस्मात् पूर्वम् इति अर्थः। वासुदेवः, वासुदेवः तत्रापि एकः प्रत्ययः अस्ति, कोऽपि वदति वा? वासुदेवः यथा मातृदेवः इति अस्ति वा भगिनि? नुल् नुल् प्रत्यय न न न वसुदेवस्य पुत्रः, किन्तु पुत्रः इत्युक्ते अत्र किं वदामः, वासुदेवः इत्युक्ते यथा महोदयः उक्तवान् वसुदेवस्य पुत्रः वासुदेवः, तत्र तद्धितप्रत्ययान्तरूपं, तद्धितप्रत्ययस्य नाम अस्ति अण् प्रत्ययः, अण् प्रत्ययस्य रूपमेव वसुदेवस्य पुत्रः वासुदेवः। वासुदेवः किम् उक्तवान्? युक्ताहारविहारता स्यात् इत्युक्ते किं भगिनि वदतु? युक्ताहारविहारता स्यात् स्यात् यस्मिन् कस्मिन् अपि, यस्मिन् कस्मिन् अपि कार्ये अपि भगवान् किम् उक्तवान् भगवद्गीतायां? वासुदेवः इत्युक्ते अत्र श्रीकृष्णः, किम् उक्तवान् गीतायां? युक्ताहारविहारता स्यात् सर्वत्र इत्युक्ते मोडरेशन् इन् ईटिङ्ग्, उत्तमं, तदेव। सः अकथयत्, अत्र कथयति इति पदमस्ति किन्तु लङ् रूपं दत्तमस्ति, अकथयत्। कथयति इति चुरादिगणीयधातुः, तत्र रूपं स्वार्थे प्रेरणार्थे, अत्र प्रेरणार्थे नास्ति, अत्र स्वार्थे एव। भगवान् अकथयत्, भवता तु तत्र अवधानं न दत्तं, भवता अवधानं न दत्तम्, अत्र वाक्यं कर्मण्यर्थे अस्ति, अत्र दत्त दाधातुः सकर्मकधातुः अस्ति इति कृत्वा, यत्र कुत्रापि सकर्मकत्वान्तपदमस्ति चेत् तत्र सकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मण्यर्थे वाक्यं सकर्मकप्रयोगः भवति। अकर्मकधातुः अस्ति चेत् भाव्यप्रयोगः भवति। भवता तु अवधानं न दत्तम् इत्युक्ते भवान् न श्रुतवान्, अत्र अवधानम् इति पदमस्ति। अत्र पदद्वयमस्ति, अवधानम् अवधेयं, तयोर्मध्ये भेदः कः? कोऽपि वदतु। अवधानम् अवधेयम् इतोपि तत्र भिन्नप्रत्ययाः सन्ति, अत्र अवधानम् एकं पदम्, अवधेयम् अन्यत् पदम्। अवधानम् इत्युक्ते इत्युक्ते तत्र अव इति उपसर्गपूर्वकः धा धातुः, वयं जानीमः जुहोत्यादिगणे द्वित्वं भवति, दा धातोः रूपं ददाति, किन्तु धा धातोः रूपं दधाति, तत्र धा धातोः रूपं धानं, दा धातोः रूपं दानं, लुडन्तरूपम्। अवधानम् इत्युक्ते अटेन्शन्, यु डिन्ट् पे अटेन्शन् टु दोस् वर्ड्स् इति सः वदति। अवधेयम् इत्युक्ते दट् इस् सम्थिङ्ग् टु बि नोन्. अर्थः भिन्नः. अवधानम् इत्युक्ते पेयिङ्ग् अटेन्शन्. अवधेयम् इत्युक्ते दट् इस् सम्थिङ्ग् यु शुड् नो. अवधेयम् अयुक्त अयुक्त आहारः दुःखदः भवति. युक्त आहारः अयुक्त आहारः अत्र नैतत्पुरुषसमासः अत्र विरुद्धार्थकं भवति. दुःखदः इत्युक्ते किम्? अत्रापि समस्तपदं दुःखदः. दुःखदः इत्युक्ते आहारः दुःखदः. आहारः कीदृशः? दुःखदः इत्युक्ते दुःखं ददाति. तदेव भगवता सत्यमेव उक्तं किन्तु भवान् तत्र अवधानं न दत्तवान्, अतः एतादृशी समस्या आगता इति सः उक्तवान्. सत्यमेव ननु. अत्र ननु इत्युक्ते किं? खलु खलु सत्यमेव खलु खलु. उत्तमम्. इत्युक्ते तत्र हि हि इति वदामः अवश्यं हि संशयं संशयं विना अवधारणम्. अवधारणम् इत्युक्ते किं महोदय? अत्र किमर्थम् अवधारणम् इत्युक्ते अत्र ननु इत्युक्ते संशयेन विना संशयं विना तत्तु सत्यम्. अत्र लेखकः वदति एतत् वाक्यं सत्यमेव खलु. लोके जनाः किं कुर्वन्ति वदतु भगिनि. स्व अनुभवेन एव डिसिशन् तीर्मानं कुर्वन्ति इत्युक्ते अत्र अत्र पदं पश्यन्तु. स्वानुभव अनुरूपेण अनुरूपान् एव स्व अनुभव अनुरूपम्. अनुरूपम् इत्युक्ते स्वस्य अनुभवस्य आनुकूलिकरूपम्. स्वानुभव अनुरूप अत्र स्व अस्ति अनुभव अस्ति अनुरूप अनुरूपान् अत्र पश्यन्तु स्व अनुभव अनुरूपान् एव द्वितीयबहुवचनम् अनुरूपान् एव शास्त्रोपदेशान् गृह्णन्ति. They interpret according to their own. They interpret convenience. According to their convenience. अनन्तरं भगिनी तत्र स्वीकुर्वन्ति. तदनन्तरमेव ते तत्र स्वानुभव यद्यपि तत्र शास्त्रोपदेशाः सन्ति तथापि ते स्वस्य अनुकूलतया एव कार्याणि कुर्वन्ति. वदतु भगिनि. शास्त्राणाम् उपदेशः अत्र शास्त्राणाम् उपदेशः शास्त्रोपदेशः अत्रापि षष्टितत्पुरुषसमासः अस्ति. वदतु भगिनि. एतत् सत्यमिति भाति. अहं वदामि. वदतु वदतु. दुःखदः तत्र विसर्गः अस्ति भगिनि. पूर्वं दुःखः तत्र हा स्वर हा आसीत्. वाक्यस्य अन्ते अस्ति चेत् हा इति भवति वा? तत्र अर्थं तु समानम् एव न भगिनि? अत्र पश्यतु दुःखः इत्यस्मिन् पदे तत्र दुःखनाशकः इति अर्थः तत्र. अस्तु अस्तु. तत्र हा हा इति धातुः जहाति इत्यस्मिन् अर्थे त्यजति नाशकः इत्यस्मिन् अर्थे. किन्तु अत्र दुःखदः इत्युक्ते दा धातोः रूपं ददाति इत्यस्मिन् अर्थे. अस्तु अस्तु. आहारः दुःखदः. आहारः कीदृशः? दुःखदः. कदा? अयुक्तः. अयुक्तः आहारः दुःखदः. अस्तु, बहु कालातीतः अभवत्. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः.